न योगी नैव सिद्धो वा न ज्ञानी क्षत्रियो नरः कलिदावानलेनाद्य साधनं भस्मताङ्गतम्। न योगी दृश्यते नैव सिद्धो दृश्यते न वा ज्ञानी दृश्यते न वा सत्क्रियो नाम सत्कार्यवान् नरो दृश्यते न च तथा च कलिदावानले कलिकालस्य प्रलयाग्नौ साधनं भस्मतां गतं। साधनं नाम मोक्षसाधनानि इति मन्ये, श्रेष्ठसाधनानि सर्वाण्यपि भस्मतां गतानि।